सर्वेषां नमस्कारः. अद्यतनकरपत्रम् अस्ति प्रेरणार्थे निच् विशेषः विशेष अजन्तदातवः इति. गते सप्ताहे प्रेरणार्थे गते सप्ताह गतसप्ताहद्वयं वयं प्रेरणार्थे निच् सामान्यविषयाः ये सन्ति ते अधीतवन्तः. तर्हि अग्रे विशेषदातवः इति सन्ति, येषां कृते विशिष्टसूत्राणि सन्ति कृत्वा तान् पश्यामः वयम् अग्रे. भगिनी पठति किं भगिनी? सरला भगिनी. अस्तु भगिनी. प्रेरणार्थे विच् विशेष अजन्तधातवः. गतकरपत्रे सामान्यण्यन्तधातवः अवलोकिताः, अधुना विशेषधातवः परिशीलनीयाः. अस्मिन् करपत्रे विशेषाः अजन्तधातवः वीक्ष्यन्ते, अग्रिमे करपत्रे विशेषा हलन्त्यधातवः दृश्यन्ताम्. तर्हि अधुना क्रमेण अजन्तधातवः दृश्येरन् आकारान्ताः, एजन्ताः, इकार ईकारान्ताः, ऊकार ऊकारान्ता, ऋकारान्ता, एजन्तधातवः आकारान्तैः साकं क्रियन्ताम्. यतो हि यथा बुद्धं गते करपत्रे तेषाम् आत्वं तु भवति एव. अकारान्तधातव इत्युक्ते अदन्ताः. हलन्त्याधातुषु पश्येम, यतो हि तेषाम् अकारलोपः भवति, अतः ते हलन्तधातुभिः तुल्याः. यदि भवती उक्तवती, यथा भवती उक्तवती, गतसप्ताहे वयं दृष्टवन्तः धातवः तेषां विभजनं कृत्वा अजन्तधातवः हलन्तधातवः कृतवन्तः. पुनः अजन्तधातवः आकारान्ता ईकारान्त ईकारान्त उकारान्त ऋकारान्त अपि एजन्तधातवः वयं दृष्टवन्तः. हल्लन्तधातवः अदुपधाया वा अदुपधाया इकारान्त उपधाया ई उपधाय इति सर्वे धातवः वयं दृष्टवन्तः. इदानीं विशेषधातवः तेषां प्रकरणे इदं पठामः. अग्रिमे पठामि. अस्तु. आकारान्तधातवः एजन्तधातवः. एतावता ज्ञातं यत् सर्वे एजन्तधातवः ऋच् प्रकरणे आकारान्ताः भवन्ति. आदेश उपदेशे शिति इति सूत्रेण एचः स्थाने आत्वम् उपदेशे अशीति इति आकारान्ताः भूत्वा पुगागमः प्राप्यते. अतिः ब्लि रि क्नुयि श्म्याता श्यातां पुङ्रौ इत्यनेन एजन्तेषु केचन परिगणिताः सन्ति, ये षाष्ठा सा वा व्या वेरङ्क्युक् इति सूत्रेण पुगागमस्थाने युगागमं प्राप्नुवन्ति. सामान्यस्थितिः तथा. अत्र द्वौ धातु स्तः यौ अर्थम् अनुस्त्रे भिन्नरूपाणि प्राप्नुतः. गतसप्ताहे वयं दृष्टवन्तः आकारान्त ये धातवः सन्ति, यथा पाधाति पाज्ञा इति धातवः सन्ति, तेषाम् आदेचे उपदेशे शिति यदि ऐजन्तधातवः सन्ति यथा ग्लै इति, तत्र आदेचे उपदेशे शिति इति अनेन सूत्रेण एच धात्वञ्च आत् आदेश भवति उपदेशे अवस्थायां. यदि शुति परे नास्ति, यथा वयं गतसप्ताहे भवती बहु समीचीनरीत्या प्रतिपादितवती, प्रसज्य भवति अत्र प्रसज्य प्रतिषेध आगच्छति, अत्र द्वे वाक्यम् आगच्छति. एच धातवस आत् आदेश भवति प्रथम वाक्यं, द्वितीयवाक्यं वर्तते उपदेशे अवस्थां. यदि धातो अनन्तरं शिति नास्ति इति अवस्थायाम् आत् उप धातवस एच् धातवस आत् आदेश भवति. सो यदि आकारान्तधातवः सन्ति तथा विशेषसूत्रेण अति हि लि रि क्नुयि श्म्यातां पुङ्नौ पुक् आगम आगच्छति. पुक् आगम यथा पा धातु यदि अस्ति तत्र वदामि प्रापायति आगच्छति तत्र पा धातु अस्ति ग्या धातु अस्ति तत्र प्रथमं रिच् इति यदि प्रेरणा अर्थे अस्ति हेतुमति अनेन रिच् आगच्छति तदनन्तरं यदि धातु ऐकार अस्ति लैक् ग्लै अस्ति तत् एकार ऐकारधातु आदेशोपदेशे क्षिति अनेन रिच् क्षिति नास्ति अतः ग्लै ग्ला भवति ग्ला योगनी इति आगच्छति इदानीम् नमस्कार भवत्याः दूरवाण्या ध्वनिः आगच्छति भगिनि किञ्चित् समयं म्यूट् भवति किं म्यूट् भूत्वा करोति किं आं भगिनि किन्तु ध्वनिः आगच्छति You can mute yourself. Ah, thank you. Okay. Please unmute yourself, you know, we take turns reading. So I'll call out your name and then, you know. If you have any questions as well, feel free to unmute and ask questions. Don't feel shy. Bhavya Bhagini. Metam. Atra, uparitana parichede, ekam vakyam likhitam asti. अकारान्तधातवः इत्युक्ते अदन्ताः हलन्तधातुषु पश्येम किमर्थं चेत् तेषाम् अकारलोपः भवति तदर्थं हलन्तधातुभिः तुल्याः इति लिखितमस्ति तत्र किञ्चित् उदाहरणं स्वीकृत्य तत्र अकारलोपः किमर्थं भवति इति अग्रे आयाति भगिनि अग्रे आयाति भगिनि तस्मिन् विषये अस्तु इत्युक्ते अकारलोपः भवति इति कृत्वा ते हलन्तधातुभिः तुल्याः इति लिखितमस्ति तत्र यथा अधुना अस्माभिः दृष्टं खलु एजन्तः सर्वे तु अकारान्तः भवन्ति भवन्ति आदेशोपदेशे अशीति इति कृत्वा आकारान्त किम् अस्ति इति अस्माभिः पठितं तथा एव आकारान्तानां किं भवति इत्युक्ते अन्तिम आकारस्य लोपः भवति इति कृत्वा हलन्तधातुः भवति इत्युक्ते ह्रस्व अकारान्तधातुषु अकारलोपः भवति वा अदन्ताः अकारान्तः ह्रस्व अकारान्तानाम् अन्तिम अकारस्य लोपः भवति यथा अकारान्ताः यथा एजन्ताः अपि अकारान्तेषु गण्यते तथा एव अकारान्तः ह्रस्व अकारान्तः अपि हलन्तधातुषु गण्यते अस्मिन् यत्र णिच् प्रक्रिया भवति इत्युक्ते तत्र किमपि कार्यमस्ति वा विशिष्टकार्यं तेन विशिष्टतेन अकारलोपो भवति अग्रिमकरपत्रे एव वयं पश्यामः अग्रिमकरपत्रे हलन्तधातूनां विषये पाठः आयाति तर्हि तस्मिन् पाठे वयं अकारान्त ह्रस्वकारान्तधातूनाम् अन्तिम अकारस्य लोपं भूत्वा हलन्तरूपं स्वीकृत्य ततः अग्रे णिच् इति विधीयते अस्तु यदि भवती स्मरति चेत् तत्र किञ्चित् किमपि चिन्ता मास्तु त्यजामः अस्तु नो चेत् विषयान्तरं भवति खलु इति कृत्वा आं भगिनि अग्रे पठितवान् यदि प्रोग्राम भवति तदानीं ज्ञै ग्ला भवति आदेशोपदेशस्ति अस्तिः अङ्गं भवति सो व्यापि भवति तदनन्तरं सार्वधातुकाले गुणं भूत्वा ग्लापे तदनन्तरं शप् आगच्छति सो एचोवायाय ग्लापयति इति भवति किन्तु परिगणिता ये धातवः सन्ति शा छा सा या व्या वे का धातु तस्य युक् आगमन भवति इदानीं यदि पा धातु इति स्वीकुर्मः तदपि आकारान्तधातुः अस्ति किन्तु यदि आकारान्तधातुः अस्ति तस्य अतिः प्रभाद्य युक् परसूत्र बलवत् भवति युक् आगम आगच्छति तत्र सुखायोग युक् योग इच् आगच्छति तदनन्तरं पायि इति भवति पाययति इति निष्फलं भवति इति एतत् सप्ताहे अस्माकं अध्ययनम् अभवत् इति सूत्रेण गतपाठे अवलोकशत् एजन्ट् एक पै धातुः अस्ति तस्य प्रति प्रदर्शिता एवं पै शोषणे पै धातु शोषणे हेतुमति च अन्येन प्रयोजकव्यापारे प्रेषणादौ वाचि धातो रिच् तै योग रिच् आदे च उपदेशे सति पायोग इ शा छा सा ह्या व्यायां युक् पायोग युक् इ पायि इति इर्जन्त धातु पाययति. इदानीम् अर्थं दृष्ट्वा अपि किं सूत्रं वयं उपयुज्यामः तस्य अपि अर्थम् आगच्छति. यदि तै यदि हेतुमति अनेन तै रिच् आगच्छति हेतुमति प्रेरणा अस्ति तै धातु एकारदातुं तस्य आदेशे उपदेशिष्यति इति अनेन पा भवति. इदानीं पा अतिः व्रीलिषु तस्य प्रसक्तिः अस्ति किन्तु यदि शोषणे तस्य अर्थम् अस्ति पा तदानीं तस्य प्रसक्तिः नास्ति. छा शा सा वेपां युक् तस्य प्रसक्तिः भवति. पायुग युक् आगच्छति पायै पाययति भवति. पा धातु यदि पाने अर्थम् अस्ति तदानीमपि युक् आगमागच्छति निच् पायी पाययति एवमेव यथा पूर्वम् अहम् उक्तवती. अधुना एकम् अन्यम् अर्थमस्ति पाधातु. किम् इत्युक्ते एकनिमिषं भगिनि, अत्र किम् इत्युक्ते पै शोषणार्थे एव पायेति इति नास्ति. अत्र किम् इत्युक्ते अस्माकं सामान्यसूत्रम् अकारान्तानाम् अस्माकं किं सूत्रम् अस्ति, अर्ति ह्रि ग्लि रि क्ष्णुयि क्ष्मायातां पुङौ इति सूत्रमस्ति. आताम् इति अन्ते अस्ति, तर्हि तत्तु सामान्यसूत्रमस्ति येन पुक्कागमः भवति. किन्तु ये धातवः शा अनन्तरं क्षम्यतां शा छा अत्र सूत्रे पश्यामः चेत् शा छा सा वा या अनन्तरं वे इति धातुः अनन्तरं पा इति अस्ति. इत्युक्ते ये धातवः अन्ते शो अपि भवितुमर्हति, यत्किमपि धातुः, किन्तु एकमेव प्राह धातुः स्यात् शो तनुकरणे इति अस्ति, किन्तु यत्किमपि धातुः भवति सूत्रे तु उपदेश अवस्थायाम् इति न उक्तमस्ति, तत्तु स्मर्तव्यं. रूपम् आदेश उपदेशे अशिति इत्यनेन यत्किमपि अपि भवितुमर्हति इति कृत्वा शो इति धातुः आदेश उपदेशे अशिति इति प्रथमं कार्यं कृत्वा शा इति भवति. यत्किमपि शो धातुः भवतु अर्थं स्वीकृत्य अत्र न उक्तमस्ति. एतस्मिन् अर्थे अस्ति चेत् युकागमः इति न उक्तमस्ति अस्मिन् सूत्रे. अस्मिन् सूत्रे यत्किमपि धातुः यस्य रूपं शा इति अस्ति तस्य तु युकागमः इति उक्तमस्ति. तथा एव यस्य धातोः रूपं छा इति अस्ति तस्यापि युकागमः, सा इति अस्ति तस्य युकागमः, ह्वा इति अस्ति तस्य युकागमः, पुनः व्या इति अस्ति तस्य पुक्कागमः, तथा एव पा इति यत्किमपि धातुः भवतु. उदाहरणार्थम् अत्र पै इति शोषणे धातुः तस्य आदेशोपदेशे अशीति इत्यनेन आत्वं भवति इति कृत्वा पारूपं स्वीकरोति इति कृत्वा युकागमः भवति. अनन्तरम् अस्ति पाने इति अर्थे अपि अस्ति, तर्हि पाने इति साक्षात् उपदेशिक अवस्थायामपि तस्य पा आकारान्तधातुः अस्ति, तस्यापि युकागमः एव. अत्र तु उपदेशे इति न उक्तमस्ति इति कृत्वा यस्य कस्यापि धातोः किमपि परिवर्तनं भूत्वापि यदि आकारान्तत्वं प्राप्नोति चेत् तस्य तु युकागमः भवति. केवलं वै वे विहाय, वे इति एकस्य एव धातोः, वेन् इति एकमेव धातुः अस्ति, तर्हि तस्य एव युक्तागमः भवति अत्र अनेन सूत्रेण इति कृत्वा वे इति सूत्रे तत्र दत्तमस्ति इति कृत्वा सामान्य एतावत्पर्यन्तं किमपि विशिष्टकार्यं न उक्तं. गते सप्ताहे दृष्टम् अस्माभिः पा इति अस्ति चेत् वयं तु दृष्टवन्तः अर्ति ह्रि क्लि इति सूत्रं, क्लि क्लि रि श्नुयि यातां श्मा यातां पुङ्गौ इति सूत्रं प्रबाद्य शा छा सा क्वा व्या वेपां युक् इति सूत्रेण युकागमः सामान्यतया भवति. किन्तु अग्रे एकः नूत अन्यत् अन्य एकः विशिष्टधातुः अस्ति पाय् रक्षणे इति धातुः, तस्य कृते तथा एव न तथा न भवति इति उक्तमस्ति. एतावत्पर्यन्तं भगिन्या यत् प्रतिपादितं तत्तु गतसप्ताहे सामान्यकार्यमस्ति अस्माकं. शोषणे इत्यर्थे भवति इति नास्ति, यदि अग्रे पारक्षणे अर्थे अस्ति चेत् तस्य कृते अन्यसूत्रमस्ति, किन्तु यत्किमपि धातुः विशेष धातुः अस्ति तत् नो चेत् यत्किमपि धातुः पा इति स्वरूपं प्राप्नोति तस्य तु युकागमः भवति अनेन सूत्रेण. भगिनी अत्र अत्र पा धातोः भिन्नभिन्न अर्धेषु अर्धेषु दत्तमस्ति वा? पा पाने, पा रक्षणे, अपि च पै धातुः अन्ततो गत्वा पा भवति आदे च उपदेशयशीति इत्यनेन. आं भगिनि, अत्र पा इति अत्र धातुकोषे पश्यामः चेत् पा इति रूपद्वयं स्यात्. पा रक्षणे इति एकम् एकः धातुः अस्ति, अनन्तरं किमस्ति पापाने इत्यपि धातुद्वयं वर्तते. रक्षणे इति एकम् अस्ति, अनन्तरं पापाने इति रक्षणे पाने इत्यर्थे भुआदिगणीयधातुः अस्ति, पारक्षणे इति अदादिगणस्य धातुः पाति इति स्वीकरोति खलु सः धातुः. पाने इत्युक्ते पिबति लट्लकाररूपं, किन्तु पारक्षणे इत्यस्य रूपं पाति. सत्यं भगिनि, आम् इति. भगिनी अत्र युकागमः प्रतिपदोक्तत्वात् इति वक्तुं शक्नुमः वा? प्रतिपद वक्तुं शक्यते नो चेत् तदपि अस्ति, किन्तु न कार्यं करोति चेत् निरवकाशम् निरवकाशमपि भवति किल. प्रतिपदोक्तत्वम् अस्ति एव, तदपि तदपि अस्ति एव. धन्यवादः. तत् किमस्ति भगिनि प्रतिपद उक्तवत्? प्रतिपदं साक्षात् उक्तम् अस्ति खलु इति कृत्वा, सा इति पा इति उक्तम् अस्ति खलु पाम् इति. अस्तु अस्तु, पा इति धातूनां ग्रहणं भवति खलु तर्हि. धन्यवादः भगिनि. अरुणा भगिनी अग्रे पठति, अधुना ततः अग्रे इति भगिनि. हा पठतु भगिनि. क्षम्यताम् एकं गतपाठे न अधुना ततः अग्रे इति तत्रैव तस्मिन्नेव परिच्छेदे अधुना ततः अग्रे इति अधुना ततः अग्रे श्रूयते वा? अधुना अधुना ततः अग्रे अदादिगणे एकः पादातुः रचनार्थे अपि भवति, लति रूपं भाति रक्षणार्थे एकं वार्तिकं कार्यं करोति, लुगागमस्तु तस्य वक्तव्यः इति. अनेन वार्तिकेन युकः स्थाने लुक् आयाति. रक्षणार्थे अस्ति चेत् वार्तिकम् आगच्छति, तत् वदति लुगागम तु तस्य वक्तव्या इति, ततः युक् भाद्य लुक् एव आगच्छति. अति अत्र दत्तं पारचने लुगागमस्तु तस्य वक्तव्य इति वार्तिकेन रचनार्थे लुक् आगमः, पा योगः लुक् योगः निच् निच् निच् अनुबन्धलोपान्तरम् इ एव अवशिष्यति, पालि इति भवति, पालि पालयति इति, पालि योगः शप् योगः ति पालयति इति रूपं निष्पन्नं भवति. पूर्वमेव दृष्टवन्तः खलु अत्र तु एचुयवायावः इति आगच्छति, पाले इति प्रथमं तु गुणकार्यं भवति, अनन्तरम् एचुयवायावः इति ऐ आदेशः भवति पालयति इति रूपं. धन्यवादः भगिनि. अग्रिम अग्रे पठति किं भगिनि? युक् इति सूत्रेण पारचने वर्जयित्वा सर्वेषां पादातूनां ग्रहणं नाम पै शोषणे पा पाने च अत्र पूर्वं पठितवन्तः सूत्रसाक्षापं युक्ति सूत्रे अत्र फारक्षणे विना सर्वेषां पादातूनां सङ्ग्रहणे रामे फै देशपाने च अत्र युक् आगमागच्छति प्रेरणार्थनिच् आग समये इति स्मर्तव्यम् आम् पुनस्मरणत्वेन महोदय इति स्मर्तव्यम् इति उक्तवान् महोदय इत्युक्ते पाणिनिः तु न उक्तवान् किमपि न उक्तवान् सर्वेषां पादातूनां ग्रहणं कृतवान् अनेन सूत्रेण किन्तु यत् अनुक्तमपि दुरुक्तम् अनुक्तं सर्वेषामपि निवारणं कार्तिक अग्रे ये गुरवः सन्ति तैः कृताः खलु इति कृत्वा कार्तिकायनः तस्य अनुक्तानां किमस्ति परिशीलनं कृत्वा सः तु वार्तिकं लिखितवान् पादातोः कृतिरक्षणे इति अस्ति चेत् पालयति इति एव रूपं प्राप्नोति खलु इति कृत्वा तस्य तु वार्तिकं लिखितवान् लुकागमस्तु तस्य वक्तव्यः इति लिखितवान् नो चेत् सामान्य अस्माकं शा छा सा ह्वा व्यावेपां युक् इति सूत्रं कार्यं करोति धन्यवादः भगिनि धन्यवादः किञ्चित् बृहत् किमस्ति भिन्नभिन्नविषयाः सन्ति इति कृत्वा लघु लघु पङ्क्ति पठामः इति पङ्क्तिं पठामः इति मम मतिः इति तद्य अस्तु गीता भगिनी पठति किं भगिनि अनेके जनाः अपि सन्ति इति कृत्वा इति एषु अजन्तेषु एकः वै शोषणे इति धातुः वादिगणीय यः लटि वायति शुष्कं करोति इत्यर्थः किं वदामि भगिनि अत्र तावदेव अग्रे अपि पठतु भगिनि किमस्ति महोदयेन उक्तम् एजन्तदातवः वयं पठामः चेत् तत्र तत्र तु वै इति शोषणे इति एकम् एकः दातुः अस्ति शुष्कं भवति इति अर्थे अस्ति तस्य तु लटिरूपं किं भवति निचिरूपं किं भवति लटि तु रूपं वायति इति अस्ति वादिगणे दातुः अस्ति इति कृत्वा किन्तु अग्रे किम् अस्ति अग्रे अपि पठतु भगिनि अस्तु अयं वै धातुः णिचि परे आत्वम् इति कृत्वा वा भवति केन सूत्रेण आत्वं भवति अयं वै धातुः णिचि परे आत्वम् आत्वं भवति आदेशे उपदेशे अशीति इति सूत्रेण एजन्तम् अस्ति इति कृत्वा आदि उपदेशावस्थायाम् एजन्तम् अस्ति इति कृत्वा तस्य तु आत्मं भवति निच् तु अशित् अशित् अशित् नास्ति खलु इति कृत्वा एकं भवति तदा आत्ममिति कृत्वा वा भवति तदा अर्ति श्लीक्ष्मायातां पुग्णौ इत्यनेन पुगागमः वै शोषणे प्रेरणार्थे णिचि वै योगः णिच् आदेश उपदेशे शिति इत्यनेन अशिति आत्वम् इति भवती एव पृच्छामि पृच्छति वा इ वा योगः इ अर्ति ह्ली व्ली री क्नुयि क्ष्मायातां पुग्णौ इत्यनेन आकारान्तानां पुगागमः इत्युक्ते वा योगः पुक् योगः इ वापि इति णिजन्तधातुः तस्य वापयति इति णिजन्तरूपं निष्पन्नम् प्रश्नः नास्ति किल सामान्यकार्यं पुनः किं महोदय अस्मिन् करपत्रे किं कृतवान् कृत्वा सामान्यतया महोदय किं करोति विशेषदातुः किमपि अस्ति चेत् तस्य प्रतिपादनं करोति किन्तु अस्मिन् करपत्रे किं कृतवान् इत्युक्ते सामान्यकार्यं यत् अस्ति तद् प्रदर्शयित्वा ततः अग्रे विशिष्टकार्यं यत् अस्ति तद् प्रदर्शितवान् तर्हि अत्रापि वै शोषणे इति सामान्यकार्यमस्ति ऐजन्तधातुः अस्ति इति कृत्वा आदेशोपदेशे अशीति इति नात्वं भवति प्रथमम्, अनन्तरम् अस्माकम् आतां पुङ्नौ इति अस्ति खलु, अर्ति ह्री ग्लि रीक्ष्णु यीक्ष्मायातां पुङ्नौ इति सूत्रेण आकारान्तानां पुगागमः इति कृत्वा वापयति इति सामान्यकार्यमस्ति. अधुना विशिष्टकार्यं किम् इति अग्रे उक्तमस्ति. अस्तु, उषा भगिनी पठति किं भगिनि? म्यूटेड् अस्ति भगिनि उषा भगिनि. लक्ष्मी भगिनी पठति किं भगिनि? आं भगिनि, अत्र वै धातुः कम्पयति इत्यस्मिन् अर्थे पुक् स्थाने जुक् आगमं प्राप्नोति. वे विधूनने जुक् इति सूत्रेण वै धातुः कम्पनार्थे प्रेरणार्थे णिचि परे वै योगः णिच् आदेच उपदेशे शिति इत्यनेन अशिति प्रत्ययपरे आत्मं भवति वायोगः हि अर्ति ह्रीव्लि रि क्नुयीक्ष्मायातां पुङ्नौ इत्यनेन आकारान्तानां पुगागमः कम्पनार्थे वे विधूनने जुक् इत्यनेन पुगागमं प्रबाध्य जुक् आगमः वायुगः जुक् योगः यि वाजि इति लिजन्तधातुः वाजयति इति रूपम्. अत्र वै धातुः एव किन्तु भिन्न अर्थे ततः मया न अवगतं, किन्तु अत्र कम्पनार्थे इति दत्तमस्ति. पूर्वं वै धातोः रूपं वापयति इति वयं दृष्टवन्तः, तत्र अर्ति हिल्लि इति सूत्रेण पुगागमः भवति तेन वापयति इति रूपम् आगतं, किन्तु अत्र तु कम्पनार्थे भिन्नार्थे पुनः हेतुमती च इत्यनेन णिच् योजयामश्चेत् वैयोगः णिच् अत्र णिच् प्रत्ययः अशित् प्रत्ययः, तदर्थम् आदेशोपदेशे अशिति इति सूत्रेण अशित् प्रत्ययपरे आत्वं भवति. किमर्थं चेत् वै धातुः एजन्तधातुः, अत्र ऐकारः एच् वर्णः अस्ति इति कृत्वा वा तत्र वै वा भवति. तदनन्तरं णिच् इत्यस्मात् ईकारः शिष्यते. तदनन्तरं अर्तिः ह्रीव्लि, किमर्थमित्युक्ते अत्र वा इति आकारान्तधातुः अभवत् अधुना, तदर्थमेव आतां पुङ्नौ इत्यनेन पुगागमः भवति स्म, पुगागमः भवति स्म, किन्तु अत्र कम्पनार्थे इति उक्तमस्ति इति कृत्वा भिन्नसूत्रेण वो विधूनने जुक् इति सूत्रेण पुगागमं प्रबाध्य जुक् आगमः भवति तेन वायोगः जुक् जुक् खित् अस्ति इति कृत्वा तत्र केवलं जकारः एव अवशिष्यते. तत्र वाजि इति आतिदेशिकधातुः, तदनन्तरं वाज् तदनन्तरम् ईकारं योजयामश्चेत् तत्र वाजि इति रूपमायाति. वाजि निजन्तधातुः, अन्तिमं रूपं वाजयति. अस्तु, सूत्रं पठामि वा? वो विधूनने जुक् निचि परे विधूनने इत्युक्ते कम्पनार्थे, नाम कम्पनार्थे वै धातोः जुक् आगमः अशित् अशिति वै धातोः आत्वं वा इत्यस्य षष्ट्यन्तं रूपं वः. अस्तु, वः षष्ट्यन्तं विधूनने सप्तम्यन्तं जुक् प्रथमान्तं त्रिपदमिदं सूत्रम्. अत्र अर्ति ह्रीव्लि तस्मात् सूत्रात् णौ इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः, वः अङ्गस्य जुक् णौ विधूनने इत्युक्ते अत्र वा शब्दस्य षष्ट्यन्तं रूपं वः. अत्र वः अङ्गस्य जुक् आगमः भवति णौ इत्युक्ते णिच् प्रत्यये परे णौ इति णि इत्यस्य सप्तम्यन्तं रूपम्, अपि च विधूनने इति विषयसप्तमी. अत्र विधूनने इत्युक्ते कम्पनार्थे, कम्पनार्थे जुक् आगमः भवति वा वै धातोः विषये. अस्तु, अत्र किं विशिष्य किं दत्तमस्ति इत्युक्ते वै धातोः विधूनने इति अस्ति इत्युक्ते वै धातुः यदा वा इति रूपं प्राप्नोति, अत्र तु वै इति न दत्तवान् खलु पाणिनिः, वः इति दत्तवान् इत्युक्ते वा इत्यस्य षष्टिरूपं दत्तवान्, वै इत्यस्य षष्टिरूपं न दत्तवान् इत्युक्ते वै धातुः यदा वा इति रूपं प्राप्नोति तद् तस्मिन् समये यदि तादृशवा धातुः विधूननार्थे अस्ति चेत् धुनाति इति अस्ति खलु कम्पते इति अर्थे, तर्हि यत्र विधू कम्पनार्थे अस्ति चेत् तदा जुकागमः भवति इति उक्तमस्ति, प्रश्नः नास्ति खलु. तर्हि सामान्य विशिष्टधातुद्वयम् अत्र आकारान्तानां धातुद्वयं वयं तु दृष्टवन्तः, एजन्तदातः धातुद्वयम् इति किम् अस्ति. प्रथमम् आसीत् पारक्षणे इति धातुः, लुगागमस्तु वक्तव्यः तस्य वक्तव्यः इत्यनेन वार्तिकेन लका लुकागमः भवति, पालयति इति रूपं. नो चेत् तु सामान्यविषयमस्ति अत्र तु पादातूनां प्रति तु साह्वा व्यावेपां युक् इत्यनेन युकागमः भवति स्म, किन्तु तत् प्रबाद्य लुगागमः भवति, लुगागमस्तु तस्य वक्तव्यः इत्यनेन वार्तिकेन. अनन्तरमस्ति वै इति वा इति प्राप्नोति तस्मिन् तदा विधूनने इत्यर्थे वो विधूनने जुक् इति सूत्रेण जुकागमः भवति. सामान्यकार्यं तु अस्ति अर्ति ह्री व्ली री श्नुयि क्ष्मायातां पुण्णौ इत्यनेन पुकागमः भवति, किन्तु अत्र तु तद् प्रबाद्य वा इति धातोः तु विधूननार्थे अस्ति चेत् जुकागमः भवति, वादयति इति. मयापि चिन्तितं प्रायः किमपि क्लेशः अनुभूयति. नो नो नो नो, ऐ केन् रीड् भगिनी, ऐ केन् रीड् भगिनी, ऐ केनाट् टाक् बेक्. भवती कृपे कृपे करोतु अग्रिम अग्रे करोतु भगिनि. ला धातुः इति ला ला धातुः अदादिगणे ला धातुः लट् लट् लकारे लाति इति रूपम्, अर्थः लभते स्वीकरोति इति. लीलोर् नुक् लुक् लुकौ लुकौ अन्यतरस्यां स्नेहविपातने, निचीपरे स्नेहविपातने विकल्पेन ली धातोः नुक् ला धातोः लुक् च. तत् अभावे पुक् सूत्र अदादिगणे देर् इस् धातु अस्ति ला धातु अस्ति हि अस्ति लट् लकारे ला धातु लाति इति रूपं. ली लोर् नुक् लुक् लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रेण निचिपरे स्नेहविपातेन अर्थेन विकल्पेन ली धातोः नुक् आगमः भवति, ला धातोः लुक् च. तद् अभावे पुक्. स्नेहः नाम तैलं, घृतं, विपातनं नाम टु मेल्ट् डिसाल्व्. स्नेहः नाम तैलं, घृतं, विपातनं नाम टु मेल्ट् डिसाल्व्. ओके, स्नेहविपातनार्थे निचि ली धातोः नुग् आगमः, ला धातोः लुगागमः च विकल्पेन भवति. लीश्च लाश्च ली लौ द्वन्द्वः तयोर् लीलोः. दिस् इस् मि नुक् केवलं पठतु भगिनी, नास्ति चिन्ता. शुड् ऐ कण्टिन्यू? अग्रे पठतु. आं भगिनि, ओके. नुक् च लुक् च नुग्लुगौ नुग्लुगौ द्वन्द्वः. स्नेहस्य विपातनं स्नेहविपातनं, तस्मिन् स्नेहविपातने षष्टितत्पुरुषः. लीलोः षष्ट्यन्तं नुक्लुगौ प्रथमान्तम्, अन्यतरस्यां सप्तमीयन्तं, स्नेहविपातने सप्तमीयन्तम्, अनेकपदितम् अनेकपदमिदं सूत्रम्. अर्ति ह्री व्लि रि क्नुयि ईष्माय् यातां पुं नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं स्नेहविपातने लीलोः अङ्गस्य नुक् लुकौ नौ अन्यतरस्याम्. भगिनी मे बि ऐ के नाट् भगिनी, अत्र समासप्रसङ्गे अहं शीघ्रं किञ्चित् वदामि वा? अत्र अस्मिन् सूत्रे यान्तवान्तादेशे सन्धिः अस्ति. अत्र अन्यतरस्याम् इति पदात् पूर्वं तत्र अवादेशः भवति. तत्र अस्मिन् सूत्रे यचोयवायावः इत्यस्य प्रसक्तिः अस्ति अस्मिन् सूत्रे, सः एकः विषयः. अपि च लीश्च लाश्च, अत्र धातुद्वयं दत्तमस्ति. ली धातुः ला धातुः, लीश्च लाश्च, तत्र विसर्गसन्धिः अस्ति. तत्र द्विवचनरूपं लेखनीयं, तदर्थमेव लीलौ इति भवति. तत्र इतरेतरद्वन्द्वः इति भवति. तत्र तयोः लीलोः इति भवति. तत्र इतरेतरद्वन्द्वसमासः अस्ति. तत् इत्युक्ते अत्र द्विवारम् अस्मिन् सूत्रे द्विवारं द्वन्द्वसमासः अस्ति. इत्युक्ते नुक् च लुक् च, नुग्लुकौ, तत्रापि सन्धिः अस्ति. इत्युक्ते यस्त्वसन्धिः भूत्वा द्विवचनरूपं दत्तमस्ति. इतरेतरद्वन्द्वसमासः पुनः इत्युक्ते द्विवारं द्वन्द्वसमासः अस्ति. तदनन्तरं स्नेहनिपातने इति विषयसप्तमी अस्ति. स्नेहस्य निपातनं तस्मिन् इति तादृशरीत्या विग्रहवाक्यं वक्तव्यमस्ति. तदर्थमेव अत्र षष्ठीतत्पुरुषसमासः अस्ति. किन्तु पदन्तु सप्तम्यन्तं रूपम् अस्ति. स्नेहस्य निपातनं स्नेहनिपातनं तस्मिन्, तदेव. धन्यवादः भगिनि. अस्माकं लक्ष्मी भगिनी समासवर्गं पाठयति. धन्यवादः. धन्यवादः ममापि अभ्यासः धन्यवादः भगिनि. अपि च तत्रैव समासन्धिविषय समासस्य तु भ्रमः भवति एव मम तु पृथ्वी जानाति एव, किन्तु अहं केवलम् उक्तवती. किम् अन्यत् वक्तुमिच्छति किं भगिनि? न अग्रे अग्रे अत्रैव दत्तमस्ति. अन्यतरस्याम् इति वदनेन तत्र विकल्पेन इति अवगन्तव्यम्. अत्र भगिनी यत् उक्तं तत्तु भगिनी तु पूर्णमेव उक्तवती. एकम् अन्यत् विषयम् आसीत्, अत्र तु नौ इति अस्ति, तत्तु निमित्तसप्तमी अस्ति. इत्युक्ते नौ परे इति, णि परे इति, इत्युक्ते णिच् प्रत्यये परे इति अर्थः. णिच् इत्यस्य सप्तमीरूपं, णि इत्यस्य सप्तमीरूपं नौ इति निमित्तसप्तमी अस्ति. अनन्तरम् अत्र स्नेहविपातने इति इत्युक्ते द मेल्टिङ्ग् आफ़् आयिल् इति अस्ति खलु, डिसाल्व् आर् मेल्टिङ्ग् आफ़् आयिल्, तादृश अर्थेषु यदा आगच्छति तदेव अस्ति. स्नेह इत्युक्ते आयिल् इति अर्थः. विपातने इत्युक्ते इट् मेल्ट् इति महोदयेन एव दत्तमस्ति, आर् डिसाल्व् इति. तर्हि तादृश अर्थेषु यत्र आगच्छति इत्युक्ते अत्र तु विषयसप्तमी अस्ति. स्नेहविपातने इति तादृश अर्थे यदा ली धातुः नो चेत् ला धातोः प्रयोगः भवति, तस्मिन् सन्दर्भे यदि अस्माकं नौ परे इत्युक्ते यदि निच् प्रत्ययः अग्रे आयाति चेत् कदा भवति? निच् प्रत्ययः परे कदा भवति? प्रेरणाते निच्छति, प्रेरणात्मक विच् किमस्ति विवक्षायां. ली धातोः अनन्तरं ला धातोः, ली धातोः कः आगमः भवति? लुक् आगमः भवति. ला धातोः लुक् आगमः भवति. लीलोः लुक् लुकौ इति अस्ति इति. तर्हि ली इत्यस्य लुक् आगमः, लो इत्यस्य लुक् आगमः भवति इति उक्तमस्ति. अधुना अस्माकं विवक्षा अस्ति ला धातोः विषये वयं वदामः। तर्हि ला धातुः आकारान्तधातूनां विषये वयं पठामः खलु अस्मिन् सन्दर्भे। तर्हि आकारान्तधातुः अत्र तु ली इति धातुः आकारान्तधातुः नास्ति, ईकारान्तधातुः, तत्तु अग्रे पश्यामः, पुनः अनन्तरम् आगच्छति। अधुना ला धातोः विषये, तर्हि ला धातुः यत्र स्नेहविपातने इत्यर्थे आयाति निच् प्रत्ययः यदि परे अस्ति चेत् तादृशला धातोः लुक् आगमः भवति इति सूत्रे उक्तमस्ति। भगिनि प्रश्नः अस्ति किम्? ला धातु सामान्यतया अर्थं किं? ला इति प्रायः बहवः धातवः स्यात्, अत्र तु अहं पश्यामि एकनिमिषं। ला इति क्षम्यतां, ला इति लाति इति, किन्तु आं सत्यं, किन्तु नाम प्रश्नः इति लभते अस्ति कुत्र आगच्छति किं किं भगिनि पुनः वदतु भगिनि? स्नेहविपातानर्थे तने इति अर्थे कुत्र आगच्छति इति भवत्याः प्रश्नः खलु, स्वीकरोति इति अर्थः खलु, किमर्थं स्नेहविपातने इति कुतः आगच्छति तस्य अर्थः तदेव। शब्दकोष्ठं किं धातुकोशः द्रष्टव्यः, तदेव अहम् अधुना पश्यामि भगिनि एकनिमिषम्। आदाने इति एव अस्ति, आदाने इत्युक्ते तस्य भिन्न अर्थेषु भवति वा इति द्रष्टव्यं। आदाने इत्युक्ते किं भगिनि? अत्र अत्र निजन्तरूपं पश्यामश्चेत् लालयति इति रूपं पश्यामश्चेत् तत्र समीचीनतया अवगन्तुं शक्नुमः, यत्र स्नेहनिपातने तस्य रूपं लालयति भवति इति उक्तमस्ति। वयं जानीमः एव लालयति प्रादेशिकभाषासु अपि माता शिशुं लालयति इति अर्थे। आं भगिनि, किन्तु मम प्रश्नः अत्र अस्ति ला इति धातुः कुतः, शब्दकोशे तु पश्यामः चेत् आदाने इति दत्तम् अस्ति, इत्युक्ते स्वीकरण स्वीकरोति प्राप्नोति इति अर्थे आगच्छति। तर्हि कुतः तस्य, भगिन्याः प्रश्नः अस्ति कुतः तस्य अर्थः स्नेहविपातने इति कथं भवेत् इति भगिन्याः प्रश्नः। कदाचित् भगिनी धातूनां भिन्नभिन्न अर्थेषु आगच्छति खलु, प्रायः तथा स्यात् इति तदेव कुत्र आगच्छति इति अहं पृच्छामि। तदेव प्रायः एकनिमिषम्, भिन्नभिन्न अर्थेषु आगच्छति। कदाचित् धातुः साक्षात् तु अस्माकं शब्दकोशे आदाने इति दत्तमस्ति, प्रायः तस्य भिन्न अर्थः अपि स्यात् इति मन्ये। तदहं दृष्ट्वा वदामि भगिनि कुतः तस्य स्नेहविपातने इति अर्थे कुतः आगच्छति इति अहं दृष्ट्वा वदामि। लालयति इति भिन्नधातुः अस्ति भगिनि, एतद् धातुः एषः धातुः तत्र नास्ति। लालयति इति अर्थे लल् धातुः ईप्सायां चुरादिगणीयधातुः, तत्र एव लालयति इति आगच्छति। तद् भिन्नः भगिनि, अहं चिन्तयामि यथा पा धातोः भिन्न अर्थाः सन्ति तथा एव अत्रापि ला धातोः कृते भिन्नभिन्न अर्थाः सन्ति। अत्र तु स्नेहनिपातने इत्यस्मिन् अर्थे तस्य रूपं लालयति भवति, लुक् आगमः भवति, तेन तत्र यद्यपि ला धातुः आकारान्तधातुः अस्ति किन्तु अत्र विशेषसूत्रेण लुक् आगमः भूत्वा लालयति रूपं, लाली धातुः आतिदेशकधातुः लालयति नूतनं रूपम् इत्युक्ते भिन्न अर्थेषु एकः एव धातुः. किन्तु कुत्रचित् मया कुत्रचित् अपि मया न प्राप्यते भगिनि तादृश अर्थः. तर्हि एकनिमिषं पश्यामः सूत्रे सूत्रस्य सारांशः उक्तमस्ति इति. भगिनी विलापयति इति पश्यतु भगिनि. विलाययति, विलापयति, विलीनयति, तादृशं पश्यतु. घृतं विलीनयति. उपसर्गपूर्वकधातुः अस्ति प्राय. प्रायः किमपि वार्तिकमपि अस्ति विलायति विलायति एव उपयुक्तं. भगिनी अत्र मम चिन्तनमस्ति विलापयति तु भिन्न अर्थः. साधारणतया वयं शृणुमः एव विलापः, विलापम् इत्युक्ते लेमेण्टिङ्ग् इति अर्थः. इट्स् लैक् साड् इत्यस्मिन् अर्थे तत्र तत्र काशिकायां दत्तमस्ति स्नेहविपातने इत्युक्ते किं जतु विलापयति जटाभि तस्मिन् अर्थे अस्ति इति दत्तमस्ति तत्र. अस्तु अग्रे सारयामः प्रायः अन्वेषणं कुर्मः वयम् अन्विषामः तर्हि. अस्तु भगिनि अग्रेपि पठति किं भगिनि उषा भगिनि. ओके. ध्येयं ध्येयं यत् विकल्पेन इत्यस्मिन् अर्थे पाणिनीयसूत्रेषु इमानि पदानि लभ्यन्ते विभाषा वा बहुलम् अन्यतरस्याम् इति. अन्यतर इत्युक्ते एनी आर् ईदर् ला योगः निच् ला योगः लुक् योगः निच् ला योगः ल योग इ लाली इति निजन्तधातुः लालयति इति सिद्ध्यति निजन्तरूपं ला योगः णिच् लुक् आगमे भवति बिक् द लीलोर् लुक् आगम इति सूत्रेण लीलोर् नुक् लुगौ अन्यतरस्यां स्नेहविपातने इति सूत्रेण लुक् आगमः भवति. ला योगः लुक् योगः णिच् टेकिङ्ग् अवे द इट् लेटर्स् ला योगः ल योगः इ निजन्तरूप द न्यू धातु इस् लाली लाली निजन्तरूपम् इति लालयति सिद्ध्यति लाली लाले अण्ड् देन् गुणा अण्ड् देन् एचो अयवायावः लालयति. लुक् अभावे लुक् अभावे अर्ति ह्री व्ली रि क्नुयि श्माय् यातां पुक् नौ इत्यनेन पुक् आगमः. ला योगः निच् ला योगः पुक् अर्ति ह्रि व्ली क्लि व्ली रि क्नुयि श्माय् यातां पुक् नौ सूत्रेण पुक् आगमः भवति. सो ला योगः पुक् योगः निच् लापि इति धातु सिद्ध्यति लापि इति निजन्तधातुः. सो ला लापयति इति रूपं सिद्ध्यति. सामान्य अस्माकं कार्यमस्ति अर्ति ह्री व्ली रीक्ष्णु ईक्ष्मायातां पुग्नौ इति आकारान्तानां तु पुकागमः भवति पुकागमः. किन्तु अनेन सूत्रेण ला धातोः यदि स्नेहविपातने इति अर्थे आगच्छति चेत् निचपि परे अस्ति चेत् तस्य तु लुक् आगमः भवति इति कृत्वा लालयति इति रूपम् एकस्मिन् पक्षे अन्यतरस्याम् इति अस्ति विकल्पेन भवति इति. तर्हि एकस्मिन् पक्षे लालयति इति रूपम् अन्यस्मिन् पक्षे लापयति इति रूपम्. धन्यवादः भगिनि. रामप्रिया भगिनी कृते भगिनी अत्र अन्यतर इति पदमस्ति, तत्र तरप्रत्ययान्तरूपम् इति मम चिन्तनम्. अन्यतर अन्यतम तत्पदं तेषु अन्यतमम् इति साधारणं वाक्यं वयं निर्मामः, तथा एव अत्र अन्यतर तरप्रत्ययान्तरूपं. किन्तु अन्यतरस्याम् इति वदामश्चेत् तत्र सप्तम्यन्तं स्त्रीलिङ्गे अस्ति इति भाति, तत्र इतोपि किञ्चित् वक्तुम् इच्छति वा अत्र अन्यतरस्याम् इति पदनिर्माणविषये? अन्यतरायाम् इति आगच्छति खलु, किमर्थम् अन्यतरस्याम् इति अस्ति खलु अत्र तरप्रत्ययस्य योजनेन अन्यतरः अन्यतरम् एतादृशानि पदानि सिद्ध्यन्ति. साधारणं वाक्यमेव अत्र, तत्र बहवः छात्राः सन्ति तेषु अन्यतमः इति तादृशरीत्या वयं वाक्यनिर्माणं कुर्मः. किन्तु अत्र अन्यतरस्यां तत्र मध्ये सकारः अपि अस्ति, किमपि दृष्ट्वा वद न भगिनि, मया तु न ज्ञायते किमर्थं मध्ये. केनापि ज्ञायते किम् अन्यतर तस् इत्यपि अस्ति भगिनि, तस् इति प्रत्ययः अस्ति इति मन्ये. अन्यतर अनन्तरं तस् इत्यपि प्रत्ययः अस्ति इति कृत्वा तत्र किमर्थं तस् इति आगच्छति चेत् पूर्वतनतकारस्य किं भवति? अग्रे सरे भगिनि, न जानामि भगिनि. आं भगिनि, ली धातोः नुक् अग्रे ईकारान्तेषु वक्ष्यमाणम् अस्तु. नुक् ली धातोः विषये ईकारान्तेषु अग्रे तस्मिन् विषये आगच्छति इति दत्तमस्ति, तत्र नुक् आगमः प्रायः भवति इति ली धातोः विषये. तृतीयबिन्दुः अस्ति अर्थविशेषे मित् आकारान्तदातवः न्या ग्लास् ना श्रा इति अर्ति ह्री क्ली व्ली री क्नुयीष्मायि आतां पुङ्नौ इत्यनेन आकारान्तधातूनां पुकागमः. इदानीं तत्र धातुः अस्ति न्या ग्लास् राश्रा इति, तत्र पुकागमः अर्ति ह्री व्ली री क्नुयीष्मायि आतां पुङ्नौ इति सूत्रेण भवति. प्रथमं मितां ह्रस्वः इति इत्यनेन ये धातवः मितः तेषाम् उपधायां स्वरः ह्रस्वः भवति निचि प्रत्यये परे. मितां ये धातवः मितः अस्ति, मकारस्य इत्संज्ञा भवति मितः, तेषाम् उपधायां स्वरः ह्रस्वः भवति, तस्य स्वरस्य ह्रस्वत्वं भवति निचि प्रत्यये परे निमित्तमस्ति. मितां ह्रस्वः इत्युक्ते तत्सूत्रं मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति निच् प्रत्यये प्रत्यये परे. मित् इत् कश्चन अन्तर्गणः, भ्वादिगणे घटादयः उपगणः मित् अन्तर्गणे सन्ति, अपि च चुरादिगणे न्यापादयः षट् धातवः मित् मित् अन्तर्गणे सन्ति. मितां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रम्. उदुपदायाः गोहः इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः, दोषो नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. मिताम् अङ्गानाम् उपदायाः ह्रस्वः नौ. इदानीं मित् इति कश्चन अन्तर्गणः अस्ति, तत्र भुवादिगणे घटादयः इति एकः उपगणः अस्ति, तदपि मित् अन्तर्गणे सन्ति, अपि च चुरादिगणे अपि न्यपादयः इति षट् धातवः सन्ति, ते अपि यत् मिता मित् इत्यस्य अन्तर्गणे सन्ति. अतः मित् इति अन्तर्गणे भुवादिगणस्य घटादयः अनन्तरं चुरादिगणस्य न्यपादयः इति षड् धातवः अस्मिन् अन्तर्गणे सन्ति. अनन्तरं किं कार्यं भवति इत्युक्ते, तस्य मित् धातूनाम् उपादायः यद् स्वरः अस्ति तस्य ह्रस्वत्वं भवति इति निमित्तमस्ति णौ परे णिच् प्रत्यये परे. इदानीं कार्यं भुआदिगणे घटादयः इति उपगणे चतुर्चत्वारिंशत् धातवः घटादयो मितः इति गणसूत्रेण एते धातवः मित् सन्ति. तदा चुरादिगणे न्यपादयः षड् धातवः मित् अन्तर्गणे सन्ति. न्यप यम चह रह भल छे इति धातवः. तदेव घटादयः अस्मिन् गणे घटादयो मितः इति सूत्रेण विशिष्टगणसूत्रेण चतुर्चत्वारिंशत् धातवः अस्मिन् मित् किं गणः एतद् मित् इति अन्तर्गणे सन्ति. अनन्तरं षड् धातवः न्यपादयः चुरादिगणस्य न्यपादयः इति न्यप् यं चह् रह् बल् चि एते अपि अस्मिन् गणे सन्ति. अनन्तरं किं कार्यं पठामि वा भगिनि? आं भगिनि. तत्र न्यप् ज्ञान ज्ञापन मारण तोषणे इत्यर्थे सूचयति जयति मारयति प्रसन्नः भवति इति तेषाम् अर्थः. अस्तु, सामान्य लौकिक अर्थः. यं परिवेशने इति तत्र नियमयति नियन्त्रणं करोति. चः परिकल्पने वञ्चयति इत्यस्मिन् अर्थे. रक् त्यागे त्यजति जहाति. बल् प्राणने जीवति पोषणं करोति. छी चयने सङ्ग्रहणं करोति. कार्यं किम् इत्युक्ते तत्र न्यप इति धातुः अस्ति. न्यपयोगः इ इति अस्माकं निच् प्रत्ययः, अतः इ एव अवशिष्यते अनुबन्धलोपानन्तरं. प्रथमकार्यमस्ति अत उपादायाः इति सूत्रेण उपादायां स्थितस्य ह्रस्व अकारस्य दीर्घत्वं भवति. ज्ञापि इति अस्माकं धातुः. अनन्तरं मितां ह्रस्वः आगत्य तत्र यद् उपादायाः स्थितस्वरस्य ह्रस्वत्वम् इदानीं भवति ज्ञपि इति. अनन्तरमेव इदानीमेव अतिदेशिकधातुः ज्ञपि इति निजन्तधातुः. ज्ञपय ज्ञपयति ज्ञपयते. 6-4 इत्युक्ते अङ्गकार्यं 7-2 तदपि अङ्गकार्यम्. अङ्गकार्यम् इदानीमेव ज्ञपि इत्यस्मात् अग्रे एव नूतनधातुः ज्ञापय ज्ञापयति ज्ञापयते इति रूपम्. पठामि वा भगिनि? आं भगिनि. आं भगिनि. क्षम्यतां भगिनि, प्रश्न भगिनि. अत्र मित् अत्र तु अहं न पश्यामि भगिनि. ज्ञापि मित् अत्र कुत्र भगिनि? मित् इति अन्तर्गणः अस्ति भगिनि. मित् इति एकः अन्तर्गणः अस्ति. केचन धातवः अन्तर्गणेषु कदाचित् विभक्तः भवन्ति. अन्तर्गणः इति विषयः वर्तते. तर्हि मित् अन्तर्गणः इति एकः अन्तर्गणः वर्तते. तेषु ये धातवः सन्ति वर्तन्ते. कथं जानीमः अन्तर्गणः अस्ति अत्र? तत्तु स्मरणे भवन्तु. घटादयो मितः इति गणसूत्रं पश्यामः चेत् ज्ञातुं शक्नुमः तावदेव. अस्तु, किन्तु घटादयः के इति पृच्छति. इदानीं जानीमः किल, चतुर्चत्वारिंशत् धातवः सन्ति. अनन्तरं न्यपादयः इति षड् धातवः सन्ति. इदानीं वयं ज्ञातवन्तः. किमपि न जानामि अहं. किमपि भव्य भगिनि. अत्र अधुना अहम् अष्टाध्यायी .com पश्यन्ती अस्मि. तत्र मितां ह्रस्वः इति सूत्रस्य विषये इतोपि किञ्चित् अस्माकम् अवगमनार्थं किञ्चित् दत्तमस्ति. यदि भवती पठितुमिच्छति चेत् पठतु, नो चेत् अहं पठामि. तत्र अत्र मितां ह्रस्वः इति सूत्रस्य विषये यः धातुः मित् संज्ञकः अस्ति तस्य धातोः उपधायाः निच् प्रत्यये परे ह्रस्वादेशः भवति इति सूत्रं वदति. किन्तु मित् संज्ञकः नाम किम् मकारः यस्मिन् धातौ इत् संज्ञकः भवति सः धातुः मित् संज्ञकः इति अर्थः भवेत्। किन्तु कस्मिन्नपि धातौ मकारः इत् संज्ञकः नास्ति, तर्हि कस्य धातोः मित् संज्ञा भवति? इत्युक्ते धातुपाठे विद्यमानैः भिन्नैः गणसूत्रैः अनेके धातवः मित् संज्ञकाः इति उच्यन्ते। इत्युक्ते एतावता अत्र यस्मिन् कस्मिन्नपि धातौ मकारः इति संज्ञा न भवति, केवलम् अत्र भिन्नसूत्रैः केचन धातवः एकस्मिन् गणे स्थापिताः सन्ति सूत्राणाम् आधारेण। तादृशगणाः बहवः सन्ति। अत्र चुरादिगणे ज्ञपादयो मितः इति एकं सूत्रमस्ति, गणसूत्रं। तेन सूत्रेण तत्र यथा भवत्या उक्तं षड् धातवः तस्मिन् गणे स्थापिताः ते एव मित्संज्ञकाः इति। इत्युक्ते आहत्य तेषु धातुषु मकारः इति संज्ञकः वर्णः अस्ति इति अर्थः नास्ति इति भाति। केवलं ज्ञपादयो मितः इति गणसूत्रेण केवलं षड् धातवः चुरादिगणे ज्ञपादयः इति नाम्ना एकस्मिन् गणे स्थापितवन्तः। अनन्तरं घटादयो मितः इति अन्यन्तर तेषामपि संज्ञा भवति, संज्ञा अस्ति, केवलं मित् इति संज्ञा अस्ति, संज्ञा अस्ति। आं भगिनि, ज्ञापदयो मितः इत्यनेन धातुसमूहः सन्ति अस्ति तदेव संज्ञा घटादयो मितः भगिनि। सूत्रद्वयं वर्तते, संज्ञासूत्र गणसूत्रद्वयं वर्तते, ज्ञपादयो मितः इति एकं संज्ञासी एका संज्ञासूत्रमस्ति, अनन्तरं घटादयो मितः इति संज्ञा दीयते अन्तर्गणेन, गणसूत्रमस्ति तदेव। पुनः भगिनी रामप्रिया भगिनी इत्युक्तवती तदेव अस्ति, गणसूत्रमस्ति। गणसूत्रम् इत्युक्ते गणस्य एकस्य कानिचन धातूनां गणं समूहीकृत्वा तस्य एकं नामकरणं दत्तम् अस्ति, मित् इति नामकरणं तेषाम्। अनन्तरं सूत्रेषु आयान्ति, पाणिनीयसूत्रेषु तादृशनामं नाम स्वीकृत्य पाणिनीसूत्राणि रचितवान्। एकः अस्ति, तेषु एकः अस्ति मनितां प्रस्वः इति सूत्रं। तर्हि मित् इति नाम्ना ये दातवः ज्ञायन्ते अस्माभिः, तेषां तु ह्रस्वत्वं, ते तु तेषां ह्रस्वत्वं भवति किमस्ति, मितां ह्रस्वः इति सूत्रेण नौ परे ह्रस्वत्वं प्राप्नोति ये दातवः। बहु धन्यवादः लक्ष्मी भगिनी, धन्यवादः भगिनी, भव्या भगिनी, धन्यवादः। सुब्रह्मण्यमहोदय, मणिमहोदय पठति महोदय अग्रे, तदा केचन दातवः इति अस्ति। आं महोदय, पठामि। तदा केचन धातवः अर्थिविशेषे मित् धातवः भवन्ति, यथा स्मृ धातोः धातुः यदा आद्यनार्थे तदा मित् स्मरयति अन्यत्र स्मारयति, ध्रु धातुः भयार्थे धरयति अन्यत्र यदा निवारणार्थे दास्यति इति अर्थम् अवचामन्तः। एवं रीत्या चत्वारः आकारान्तः अर्थविषये मित् धातवः सन्ति, श्रा ज्ञा ग्ला स्ना इति। श्रा पाके पाकार्थे अपि भवति, स्वेदनार्थे अपि भवति, पाकार्थे मित् स्वेदनार्थे मित् न। अतः श्रेपयति इत्युक्ते विक्लेदयति, मृतुं कारयति, श्रापयति इत्युक्ते स्वेदयति, स्वेदनं कारयति। स्ना श्रायोः निच्, श्रायोः पुक् योः इ, श्रापि इदानीं मितां रस्वा श्रापि इति गजन्तधातुः श्रापयति। दश चत्वारः धातवः आकारधातवः अस्ति अत्र मित् कार्यं मित् मितां वर्षः इति कार्यं करोति विकल्पेन भवति अत्र श्राधातोः पाकार्थे इति भवति एकस्य पक्षे अन्यपक्षे श्वेतनार्थे मित् इत्यस्य नकारः न मित् न नास्ति न भवति इति दत्तम् उदाहरणं श्रा योः निच् अत्र पुगागमः आकारान्तदात अधार्ति ह्रीलिवलि पुग पुङ्नौ इत्यनेन पुगागमः योः इ श्रापि इदानीं दां प्रसव कार्यं करोति अत्र रसो भवति उपधायां श्रपि इति मजन्दातो तन् तिङन्तरूपं श्रपयति इति ज्ञा पठामि महोदय ज्ञा मारणदोषनिशामन्येषु मारणम् इत्यनेन हिंसा दोषणम् इत्यनेन सन्तुष्टि निशामणम् इत्यनेन चाक्षुष्ज्ञानम् एषु अर्थेषु इदं ह्रस्वः इत्यनेन ह्रस्वत्वम् अन्यत्र दीर्घत्वं दुर्जनं संज्ञपयति इत्यनेन दुर्जनं मारयति हरिं ज्ञापयति इत्यनेन हरिं सन्तोषयति रूपं ज्ञापयति इत्यनेन दर्शयति बोधयति किन्तु सूचनं ददाति इति चेत् ज्ञापयति अत्र दत्तम् अर्थः ज्ञा दातु ज्ञा मारणं दोषणं निषादनम् इत्यनेन अर्थेन भवति अहं चिन्तयामि सन्तुष् दोषणम् इत्युक्ते सन्तुष्टः हिंसा इति मारणम् अनन्तरं निशामणम् इत्युक्ते चाक्षुष्ज्ञानम् अत्र चाक्षुष्ज्ञानम् अहं न जानामि महोदय चाक्षुष् मीन्स् चक्षुः इत्यनेन चक्षुषज्ञानम् इत्युक्ते अत्र तु दर्शयति इति गच्छति खलु आम् महोदय अत्र बोधयति इति दर्शयति इति अर्थः भवति अत्र कदा भवति मितां रसः कदा भवति इति अन्य उदाहरणेन दत्तं ज्ञायोः निच् ज्ञा इदानीं पुकागम पुक् योः इ ज्ञापि मृदामरसः कार्यं करोति अत्र ह्रस्वबदां भवति अतः ज्ञपि इति ज्ञापयति इति रूपं तदेव ग्ला योः निच् ग्ला योः पुक् योः इ ग्लापि मृदामरसः इत्यनेन ह्रस्व भवति अतः ग्लपि निजन्तदातुः तिङन्तरूपं ग्लपयति इति स्ना योः निच् स्ना पुक् योः इ स्नापि दं रसः कार्यं करोति तदेव स्नपि स्नपयति इति अग्रे पठामि वा अन्य समीचीनं धन्यवादः भगिनी क्षम्यतां भगिनी पुनः पुनः अहं किञ्चित् पृच्छामि अत्र ज्ञपयति ग्लपयति स्नपयति ते सर्वे अन्यतरस्यामेव न भगिनि अन्यतरस्याम् अत्र नास्ति भगिनि अत्र किम् अस्ति किमस्ति ग्लपयति इति किमस्ति एकैकं स्वीकृत्य पश्यामः अर्थं स्वीकृत्य द्रष्टव्यं भगिनि सर्वत्र स्मरधातोः यदि अध्ययनार्थे अस्ति चेत् स्मरय मित् भवति इति कृत्वा स्मरयति ह्रस्वत्वं प्राप्नोति किन्तु अन्यत्र स्मृधातोः यत्र बोधयति इति अर्थे अस्ति चेत् स्मारयति इति आगच्छति धृधातोः अस्ति भयार्थे अस्ति चेत् धरयति इति यदि मित् भूत्वा धरयति इति मित्संज्ञा भूत्वा धरयति इति रूपं यदि विधारणार्थे अस्ति चेत् धारयति इति तथा एव अर्थविशेषेण मित्तातवः ये सन्ति पुनः श्रा ज्ञा ग्लास्ना इति चत्वारः अपि अर्थविशेषेण मित् भवति इत्युक्ते केषाञ्चन अर्थेषु तेषां मित् प्राप्नोमि, मित् इति संज्ञा प्राप्नोति, अन्य अर्थेषु मित् न प्राप्नोति. तर्हि यत्र मित् प्राप्नोति तस्य तु एक एव रूपमस्ति. उदाहरणार्थं श्रा धातोः यत्र यत्र किम् अस्ति, यत्र पार्कार्थे अस्ति चेत् तस्य तु मित् संज्ञा भवति, तदा तु तस्य तु एक एव रूपम् अस्ति, श्रपयति अस्ति अस्ति. यत्र वेदनार्थे अस्ति श्रा धातुः, तस्य तु तदा मित् संज्ञा न भवति इति कृत्वा तत्र तस्मिन् सन्दर्भे तस्मिन् अर्थे श्रापयति इति एकमेव रूपं तस्य. अर्थं विशिष्य अत्र रूपमपि भिद्यते, अन्यतरस्याम् इति अत्र नास्ति. तथैव मा ज्ञा धातोः यदि मारणार्थे, तोषणार्थे, निशामनार्थे अस्ति चेत्, इत्युक्ते दर्शनार्थे अस्ति चेत्, तस्य तु अमित् संज्ञा प्राप्त्वा तस्य तु ज्ञापयति इति रूपं प्राप्नुवन्ति. किन्तु अन्य अन्यथा अन्य अर्थेषु यत्र आगच्छति तत्र तु ज्ञापयति इति रूपं, सूचना यत्र ददाति, मारयति इति अस्ति खलु, तद् तादृशते तु ज्ञापयति इति. अनन्तरं तथैव ग्ला धातोः अपि यत्र यत्र तस्य मित् इति स्वीकरोति तत्र मित् इति महोदयेन अत्र ग्ला धातोः कस्मिन् अर्थे इति न दत्तवान् महोदय अत्र, किन्तु यस्य अर्थे तस्य मित्संज्ञा भवति तस्मिन् अर्थे तस्य तु मितां ह्रस्वः इति भूत्वा ज्ञापयति इति रूपम्, अनन्तरं स्नपयति इति रूपमपि, स्ना धातुः स्नपयति इति रूपमपि प्राप्नोति. धन्यवादः भगिनी लक्ष्मीभगिनी पृष्टवती खलु अन्यतरस्याम् इति किमर्थम् आयाति इति. अत्र अन्यतरः इति तरप्रत्ययः नास्ति, तरप्तमप्रत्ययः नास्ति अत्र. अन्यतरः इत्यस्मिन् अन्ययोगः डतरच् इति प्रत्ययः अस्ति. यत्र डतरच् इत्युक्ते अन्यतरम् इति यत्र आगच्छति तत्र तु यत्र डतरच् इति प्रत्ययः आगच्छति, ऐदर् आर् इति अर्थे आगच्छति इति, ऐदर् आफ् द टु इति. अत्र डतरच् अथवा डतमच् तथा वदामश्चेत् तत्र इत् संज्ञकवर्णाः चकारः अपि च डकारः तत्र इत् संज्ञकवर्णाः भवन्ति इति मम सत्यम्. आं भगिनि, किन्तु तरप् इति भिन्नप्रत्ययः, यत् अस्माभिः तरप् इति पकारः, तत्र तु पकारः आगच्छति, अत्र तु चकारः अस्ति. तत्र कतरः कतमः इति वदामश्चेत् साधारणतया तत् भिन्न, तत् तरप्तमप्रत्ययः खलु प्रत्ययः. अत्र कतरः कतमः इति साधारणतया प्रश्नं पृच्छामश्चेत् तत्र डतरच् प्रत्ययः आयाति इति मम चिन्तनम्, इत्युक्ते तत्र अहं श्रुतवती प्रायः स्यात् आं कथमः इति प्रायः स्यात्, किन्तु अत्र यत्र डतरच् आगच्छति तदा किं भवति इत्युक्ते तत्तु सर्वनामपदं भवति. सर्वनामपदं भवति इति कृत्वा तस्य रूपं तु यत्र वयं तु तस्याम् इति आगच्छति खलु, इस् मध्ये आगच्छति, तथा एव अत्रापि इस् मध्ये भूत्वा अन्यतरस्याम् इति रूपं स्थाप्नोति. सः अन्यसूत्रं स्यात् येन मध्ये सकारः आगच्छति. तर्हि अत्र यत्र डतरच् प्रत्ययः आगच्छति तस्मिन् सन्दर्भे तस्य तु सर्वनामपदमिति तस्य संज्ञा प्राप्नोति इति कृत्वा मध्ये इस् आगच्छति. भवत्याः प्रश्नः एष एव आसीत् खलु, तरप्तमप्रत्ययस्य तु वयं उन्नततरः श्रेष्ठतरः इति अस्ति, तर्हि श्रेष्ठतरः इत्यस्य षष्टि स्त्रीलिङ्गरूपमस्ति श्रेष्ठतरा इति, सप्तमी विभक्ति भवति श्रेष्ठतरायाम् इति आगच्छति खलु. अत्र किमर्थं तदा न स्यात्, किमर्थं सकारः मध्ये अस्ति इति भवत्याः प्रश्नः. यत्र डतरच् प्रत्ययः आगच्छति, डतरच् प्रत्ययेन किं भवति इत्युक्ते तत्र आगच्छति, तत्र तु सर्वनामपदम् अस्ति इति आगच्छति, प्राप्नोति, पदसंज्ञा प्राप्नोति. यत्र सर्वनामपदम् अस्ति भिन्नभिन्नप्रत्ययः, प्रायः भिन्नप्रत्ययः सूत्रं प्रायः स्यात्, येन सकारः मध्ये भूत्वा यथा अस्माभिः कस्यां अनन्तरं अन्यस्याम् इति आगच्छति खलु, तथा एव अन्यतरस्याम् इति अपि आगच्छति, अत्र इस्याम् इति मध्ये आगच्छति. धन्यवादः. किमित्युक्ते आहत्य तरप् नास्ति, एषः प्रत्ययः तरप् तमप्रत्ययः नास्ति इति. अस्तु भगिनि, भवे भगिनि किं पदम् उपयुक्त्वा तरच् दतरच् इति प्रत्ययः, दतरच् इति भिन्नप्रत्ययः अस्ति इति. तदेव श्रूयते, तरप्रत्ययः इव श्रूयते किन्तु तरप् प्रत्ययः नास्ति. दतरच् इति भिन्नप्रत्ययः अस्ति, येन सर्वनामपदं प्राप्नुमः. आम् धन्यवादः भगिनि. पुष्पा भगिनि पठति किं भगिनि? ज्ञानिच् तत्र न ईकारान्त भगिनि, ईकारान्त दादवः बि ईकारान्त व्यवस्था अचौणी निति इत्यनेन वृद्धिः, एचोयवायावः इत्यनेन आय् आदेशः, नी योग नी तु नाययति इति आगच्छति, यावन्तः इकारान्तदातवः ईकारान्तदातवः च अपवादभूताः सन्ति तेषां वर्णनम् अधः भवन्ति. कोऽपि धातुः अधः सूचितः नास्ति चेत् तर्हि सामान्यरूपेण एव तस्य ण्यन्तरूपव्युत्पत्तिः इति बोध्यम्. अस्तु, अत्र कोऽपि इकारान्त वा ईकारान्तधातोः सन्ति तद् किञ्चित् न्यूनरूप्या आगच्छति इति. सम्यक् भगिनि? सामान्य एकनिमिषं भगिनि, सामान्यव्यवस्था अस्ति अचोण्णिति इति. पूर्वम् अस्माभिः सामान्यकार्यं पठितमासीत् खलु, अचोण्णिति इति येन वृद्धिः भवति इति. अनन्तरम् एचोयवायवः इत्यनेन अग्रे क्री जि अधि योगः इ इति दातवः, क्री क्रियादिगणे लटि क्रीणाति, जि वादिगणे लटि जयति, अधियोगः ईङ् अध्ययने नित्यम् अधिपूर्वः, अध्ययने नित्यम् अधिपूर्वः. अधि अस्ति चेत् अदादिगणे लटि अधीते, इङ् एव धातुः अस्ति तत्र, अधि तु स नित्यं तिष्ठति अत्र. सूत्रं क्रीञ्जीनां नौ निचि परे येषां धातूनां एचः स्थाने आदेशः भवति, क्रीश्च इश्च जिश्च तेषाम् इतरेतरद्वन्द्वः, क्रीञ्जीस्तेषां क्रीञ्जिस्तेषां क्रीञ्जीनाम् अस्तु, क्रीञ्जीनां षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेशेषिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रं क्रीञ्जीनाम् एचः आत् नौ. अत्र उदाहरणं परे एकम् उदाहरणपरे करोमि अहं. क्रीं योगः णिच् अचौणिति इत्यनेन वृद्धिः, क्रै योगः इ अदे च उपदेशयिष्यति इत्यस्मात् क्रीञ्जीनां णौ इत्यनेन ये च स्थाने आदेशः क्रा क्रै तु क्रा आगच्छति क्रा योगः इ अर्तिह्रीलीरिक्नुयि क्ष्म्यातां पुङ्णौ इत्यनेन पुक् आगमः क्रा योगः पुक् योगः इ क्रापि इति निजन्तधातुः क्रापयति इति अस्तु हा अत्र एते क्री जि अधि अधियोगः इ तत् इङ् धातुः अधि पूर्वम् अस्ति सर्वे समये पूर्वम् अस्ति अस्तु तत् सूत्रं वदति निचि परे येषां धातूनां क्रीञ्जीनां नौ तत्तु निचि परे येषां धातूनां ये च स्थाने आदेशः भवति इति तत्तु क्रीश्च इञ्च तत्तु द्वन्द्वसमासः अस्ति क्रीश्च इञ्च जिश्च तेषाम् इतरेतरद्वन्द्वः क्रीञ्जिस्तेषां तत् एकनिमिषः भगिनि मङ्गलवासरे कियत्पर्यन्तं दृष्टवन्तः हा आम् आं भगिनि एतद् पठामः कियत् पर्यन्तं लि अपि कृतं किम् अपि कृतं न भगिनि सरला भगिनी अस्ति न सरला भगिनी कृतं न भगिनी सरला भगिनी गतवती अद्य सरला भगिनी गतवती अस्तु भगिनी शीघ्रं पश्यतु वदतु भगिनी यद् दत्तमस्ति यत् वयं जानीमः तत् त्यक्त्वा अग्रे गच्छतु प्रतिपादनं तस्य अधुना न तत्तु एते सर्वे क्रापि इति धातुः आकारः आदेश उपदेशे इच्छति इत्यनेन आकारः आगच्छति तत्तु क्रापि इति निजन्तधातुः क्रापयति जापय जि अपि तथैव जै जा इति आगच्छति जापि इति जापयति अधि योगः इ अत्र णिच् अध्यै योगः इ अध्या आकारः आगच्छति आदेशः अध्या योगः इ अध्यापयति तत्तु पुक् आगमः अध्यापि इति आङ्गम् आगच्छति अध्यापयति अत्र आम् एकः प्रश्नः उदेति अग्रे अन्यः पठेत् भगिनि अन्यः पठेत् अरुणा भगिनी पठति किं भगिनि अरुणा भगिनी पठति अत्र एकः प्रश्नः उदेति नन्यन्तप्रकरणे इकारान्तानाम् ईकारान्तानां निचि परे अचुनिति इत्यनेन वृद्ध्यनन्तरम् आदेश उपदेशे नशति इति सूत्रेण प्रभावः किमर्थं न स्यात् तदा ईकारान्तधातुः एजन्तधातुः जातः तदा किमर्थम् आदेश उपदेशे अशिति इत्यनेन एव एकारस्य आकारादेशः न स्यात् किमर्थम् अत्र नूतनसूत्रं क्रीञ्जीनां नौ इत्यस्य आवाचकता अस्ति यथा खै युगहि इत्यस्यां दशायाम् आदेश उपदेशे अशति इत्यनेन एव क्रा युगहि भवतु अत्र एचः आत् जातम् अपि च अशित् निच् प्रत्ययः परे अस्ति परन्तु इका सामस्य अस्ति क्रै उपदेश अस्ति इत्युक्ते मूलधातुरूपं नास्ति सूत्रे उपदेशे इति दत्तम् अस्ति अतः यत्र मूले एजन्तधातुः अस्ति तत्र एव सूत्रस्य प्रसक्तिः न अन्यत्र अतः क्रीं जीनां अतः यावन्ति तेषामपि अत्र प्रश्न उदेति किमर्थम् इकारान्त ईकारान्तधातूनां निच् पदे इति अचोनिति सूत्रेण वृद्धिः भवति अनन्तरम् आदेश उपदेश इति सूत्रस्य सूत्रं किं कार्यं न करोति इति यदा ईकारान्तधातुः एजन्तु जातः वृद्धि कारणेन क्रै भवति ततः ते दातवः एजन्तदातवः किमर्थम् आदेश उपदेश इति सूत्रं न कार्यं करोति समाधानमस्ति क्रै इति दशायाम् आदेश च उपदेश इति न कार्यं करोति किमर्थम् इति वक्ते प्रश्न उदेते उपदेश क्रै इति उपदेशधातु नास्ति ततः आदेश उपदेशस्थिति सूत्रं न कार्यं करोति नूतनसूत्रं क्रीञ्जनीनां क्रीञ्जीनां नौ इति सूत्र एव आवश्यकं भवति धन्यवादः भगिनि तर्हि आदेश उपदेशस्थिति इति सूत्रम् उपदेश अवस्थां निर्देशः अस्ति आम् आम् तत्र अत्र तु प्रक्रियायाम् उपदेश अवस्था नास्ति प्रथमं तु क्री इति आसीत् इकारान्तम् अस्ति अनन्तरम् अचोणिति इत्यनेनैव क्रै इति भूतम् इति अभवत् इति कृत्वा उपदेश अवस्था नास्ति इति कृत्वा तस्य तु किमस्ति अस्माकम् आकारान्तधातुः इति कृत्वा किमस्ति क्षम्यताम् आदेश उपदेशे अशीति इत्यनेन आकारत्वं न प्राप्नोति पुनः नूतनसूत्रमस्ति क्रिड्जीनां नौ इति सूत्रेण आकारान्तत्वं भूत्वा अनन्तरम् अर्ति अस्माकं सामान्यसूत्रम् अर्ति ह्रि लि रि नीक्ष्मायतां भूमौ इत्यनेन पुगागमः अपि भवति अग्रिम अन्तिमवाक्यमपि पठति किं भगिनि सूत्रं षट् अध्यायः प्रथमपादे अष्टचतुर्विंशत् धातुः इत्यादीनां सूत्राणां सङ्ख्याम् अवलोकताम् आदेश उपदेशे अशीति इति षट् अध्यायः प्रथमपादे पञ्चचतुर्विंशत् धातुः इत्यस्य अनन्तरम् अनेकानि सूत्राणि सन्ति यैः येषाम् उपदेश अवस्थायाम् एजन्तत्वं नास्ति तेषामपि आत्तुं विधीयते एजन्त उपदेश अवस्था एव आदेश उपदेश अशीति इति सूत्रस्य प्रसक्तिः प्राप्तिः अपि भवति तर्हि अन्येषां धातूनां कृते येषाम् आकारान्तविधानं भवेत् इति पाणिनिः इच्छति रूपं प्राप्नोति लौकिकभाषायां तेषां कृते पाणिनिः नूतनसूत्राणि रचितवान् इति तर्हि तानि सन्ति अग्रे पश्यामः इति तत्र भगिनी अत्र साधारणतया आदेश उपदेशे शीति इति सूत्रेण एजन्तधातुषु आत्वं भवति किन्तु एतेषां त्रयाणां धातूनां प्रसङ्गे एव क्रिङ्जीनां नौ सूत्रस्य प्रसक्तिः अस्ति केवलम् एतेषां त्रयाणां धातूनां कृते इदं सूत्रं विशिष्टं सूत्रम् आं भगिनि, सत्यम् अस्ति भगिनि. अत्र मध्ये ये सन्ति क्रीड्जीनां नौ इति, मध्ये तु सूत्रद्वयमेव अस्ति खलु, सूत्रद्वयमेव वर्तते मध्ये. लिटि परे कस्यपि व्योधातोः न भवतु, आकारान्तत्वं न भवतु इति एकं सूत्रम् अस्ति. अन्यत् सूत्रं वदति स्फुरति स्फुलति इति द्वयोः अपि गञ् प्रत्यये परे आकारान्तत्वम् इति भिन्नकार्यमस्ति, भिन्नप्रत्ययस्य कृते अस्ति. किमर्थं पृच्छामि इत्युक्ते अत्र वयं साधारणानि पदानि एव एतानि. अत्र क्रीणामि इति पदं स्वीकुर्मः चेत् तत्र क्रीणामि अथवा क्रीणाति इति पदस्य निजन्तुरूपं क्रापयति. अपि च जी धातोः साधारणलट् रूपं जयति, किन्तु निजन्तुरूपं जापयति. किञ्चित् स्मारणं बहु क्लिष्टकरमस्ति भगिनि अत्र. किन्तु अध्यापयति इति तु साधारणं पदमेव. अध्यापयति इत्यस्मिन् पदे वयं पूर्वं श्रुतवन्तः, अनेकवारं श्रुतवन्तः अध्यापयति इति, किन्तु क्रापयति जापयति इति पूर्वम् अस्माभिः कुत्रचिदपि न दृष्टं प्रायः, न श्रुतम् इति कृत्वा नूतन एव दृश्यते. इत्युक्ते अत्र अध्यापयति तदेव चिन्तितवती, क्रीधातोः क्रीणाति इति तु वयं जानीमः, सामान्यतया प्रयोगः अपि भवति, किन्तु क्रापयति इति तस्य रूपम् इति वयं मनसि न भवति एव, मनसि न भवति. आं भगिनि, अध्यापयति इति इत्यस्मिन् पदे अपि क्रीञ्जीनां नौ सूत्रेण तत्र आत्वं भवति. अस्तु, ली धातोः विषयेपि पठितवती निर्मः. तस्मात् पूर्वं भगिनी एकं सूत्रम् अस्ति भगिनि अत्र, किम् इत्युक्ते 4392 इति मन्ये, किं यत् तदो निर्धारणे द्वयोरेकस्य डतरच् इति सूत्रम् इत्युक्ते, डतरच् इति प्रत्ययः किं यत् तद् इत्येषानां भवति, अनन्तरम् इत्येषानाम् एव भवति, तर्हि सर्वनामपदानाम् एव डतरच् प्रत्ययः, डतमच् प्रत्ययः अपि भवति इति उक्तमस्ति. अनन्तरमस्ति एकद्वय इति अपि अस्ति खलु, तस्यापि एकतरः एकतमः इति आगच्छति लिखि, तत्रापि डतरच् इति. अहम् अन्यप्रवेशपुस्तके तत्र डतरच् प्रत्ययस्य प्रसङ्गे एव तत्र कतरः कतमः इत्युक्ते साधारणतया यदा कदापि वयं प्रश्नं किं प्रत्यये इति प्रातिपदिकात् किं यत् किं यत् इति प्रातिपदिकात् अपि दत्तरच्, तद् इति प्रातिपदिकात् दत्तरच्, अनन्तरं एक इति प्रातिपदिकात् दत्तरच्, अन्य इति प्रातिपदिकात् अपि दत्तरच् इत्युक्ते सर्वमा अनन्तरं मत् इति मम इति अस्ति मत् इति प्रातिपदिकात् अपि दत्तरच् प्रति इत्युक्ते सर्वनामपदानाम् अनन्तरं दत्तरच् आयाति, नामपदानाम् अनन्तरं दतरप् क्षम्यतां तरप् प्रत्ययः तरप्तमौ आगच्छति आगच्छतः इति. अस्तु, स्पष्टता अस्ति अधुना. धन्यवादः. धन्यवादः. अग्रे ली धातुः इति तदपि पठेम. महोदयस्य मुद्रणं न आरोपितं, महोदयः मुद्रणं न आरोपितवान् इति कृत्वा मया न ज्ञायते कियत् पर्यन्तं पठितम् इति. उषा भगिनी पठति किं भगिनि? उषा भगिनी गतवती किम्? Yeah, I'm here, yeah. Can you hear me? Lee Dhatuhu. Lee, Dhwadi Gane Layati, to melt. Divadi Gane Liyate, to be dissolved. Krayadi Gane Leenati, to melt. Preranate Leenayati, Lapayati, to melt. This again the same sutra. Same sutra, okay. Kintu li dhatu na karte. Okay. Last time we saw regarding la dhatu, right? Same thing. Oh, that's right. What, I mean, it's the same thing, but this time it's for ikaranda dhatu. For the li dhatu, okay. We are seeing what happens. Li lor nuk. Li lor. Why is the jani mahakalu? Can we just keep, read the sutra and the last anuvriti sahita sutra miti last vakyam asti kal antima vakyam tadapi patitva agri vachama begini. I should first read Anuvritti Sahita Sutra. Sutrasya. ओके अनुवृत्तिसहितसूत्रं स्नेहविपातने लीलोः अङ्गस्य नुक् लुकौ नौ अन्यतरस्यां निचीपरे निचीपरे पूर्णसूत्रं मास्तु अद्य एव पठितवन्तः खलु अग्रे गच्छामः ओके प्रथमवाक्यं पठितुम् इच्छति चेत् तदपि पर्याप्तं निचिपरे स्नेहविपातने विकल्पेन रीधातोः लुक् ला धातोः लुक् अपि लुक् निचिपरे स्नेहविपातने विकल्पेन ली धातोः लुक् ला धातोः लुक् च तत् अभावे पुक् पूर्णं तदभावे पुक् इति अधुना अग्रे पश्यामः लुक् आगमे इति नुक् आगमे ली योगः णिच् इस् ली योगः नुक् योगः यि लीनि इति सिद्ध्यति सो लीनयति इति णिच् फार्म् सारी ऐ केन् से नुक् अभावे नुक् अभावे देन् द नेक्स्ट् सूत्र विभाषा लीयते विभाषा लीयते लीयतेः ली लीङ् इति धात्वोः विकल्पेन आकारादेशो भवति एचः विषये ल्यपि परे च लेट् मी रीड् दिस् अगेन् ली लीङ् इति धात्वोः विकल्पेन आकारादेशः भवति एचः विषये ल्यपि परे च लीयतेः इति सूत्रेण यक् प्रत्यययुक्तं रूपं न तु ह्यन् प्रत्यययुक्तं लीयते इति यक् प्रत्यययुक्तं रूपम् इत्यस्मात् क्रयातिगणीयः अपि च दिवातिगणीयः द्वयोः अपि धात्वोः ग्रहणम् ऐ हेव् टु रीड् दिस् अगेन् ऐ डोण्ट् अण्डर्स्टाण्ड् लीयते इति युक् प्रत्यययुक्तं रूपम् इत्यस्मात् क्रयादिगणीयः अपि च दिवादिगणीयः द्वयोः अपि धात्वोः ग्रहणम् ओके पूर्वतने सूत्रे एचः इत्यस्य एचः विषये इत्यर्थः एचः इत्यस्य एचः विषय इत्यर्थः अस्ति इत्यस्मात् अस्मिन् सूत्रेपि तथा पूर्वतने सूत्रे एचः इत्यस्य एचः विषये इत्यर्थः अस्ति इत्यस्मात् अस्मिन् सूत्रेपि तथा ओके विभाषा प्रथमान्तं लीयते षष्ट्यन्तं पदम् द्विपदमितं सूत्रम् आते च उपदेशे अशिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः आत् एचः इत्यनयोः अनुवृत्तिः मिनोति तीङ्गां ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः फ्रम् देट् सूत्र ल्यपि कम्स् ओके अनुवृत्तिसहितसूत्रं विभाषा लीयतेः आत् ए च ल्यपि लेट् मी रीड् दिस् होल् थिङ्ग् अगेन् सारी अहं वदामि भगिनि ओके अत्र विभाषा इत्युक्ते विकल्पेन इति वक्तुं विभाषा इति पदमपि सामान्यतया वदति विकल्पेन लीयतेः इति लीयतेः इत्युक्ते ली धातोः तत्र ली धातोः इत्युक्ते लीयतेः इत्यनेन धातुद्वयस्य ग्रहणं ली इति एकः धातुः अस्ति अनन्तरं लीङ् इति अपि अस्ति अन्यत् धातुः तर्हि विभाषा लीयतेः इत्यनेन धातुद्वयस्य ग्रहणं भवति तर्हि लीङ् लीङ् इति द्वयोः अपि विकल्पेन विभाषा इत्यनेन विकल्पेन आकारः आत् इत्युक्ते आकारः आदेशः भवति निमित्तं किम् अस्ति यदि लेपि प्रत्ययः अस्ति लेप् प्रत्ययः जानीमः खलु वयं लेप् कदा प्रयुज्यते उपसर्गः अस्ति चेत् लेप् प्रत्ययः भवति। लपि परे अस्ति चेत् तादृशः तस्य आकारः भवति। अनन्तरं यत्र वयं यत्र एच् अस्ति चेत्, यदि एच् यत्र लीयतेः इति रूपस्य ली धातोः येन केनापि कारणेन ऐकारः भवति चेत्, एच् रूपं प्राप्नोति चेत् तत्रापि एच् प्रबाद्य पुनः आकारः प्राप्नोति। एच् इति यत्र भवति तस्मिन् समये तत्र आकारः भवति। अत्र एचः इति अहं मन्ये अत्र एचः एचः विषये इति विषयसप्तमी अस्ति, यत्र एच् एच् इति भवितुम् अर्हति, किन्तु एच् न भवति तद् प्रभाद्य तत्र तु आत् इति एव साक्षात् आगच्छति। अत्र उदाहरणार्थम् अत्र रूपम् अग्रे दत्तमस्ति, ली योगः णिच् इति स्थितौ, अचोणिति इति सामान्य वयं तु जानीमः ईकारान्तधातूनां, यत्र अन्ते तु अचुवर्णः अस्ति चेत् नीति प्रत्यये परे वृद्धिः भवति इति। तर्हि ली इति इत्यस्य वृद्धिवर्णः ऐकारः अस्ति, तर्हि लै इति अस्ति। अधुना किमस्ति, ईकार ली धातोः लै इति रूपम् ऐच् रूपं प्राप्तं खलु, ऐजन्तरूपं प्राप्तं, तस्मिन् विषये तस्मिन् सन्दर्भे विभाषा लीयते इति आगत्य ऐकारस्य स्थाने आकारः भवति, एचः स्थाने आकारः भवति। तर्हि लायोगः हि लायोगः कुकागमः भवति। अत्र किम् इत्युक्ते अत्र यत्र आकारः प्राप्नोति चेत् किं भवति, वयं तु जानीमः अर्ति ह्रि व्लि सूक्ष्मायातां पुक्तम् इत्यनेन आकारान्तधातुः अस्ति, अधुना कुकागमः भूत्वा लापयति इति रूपम्। यत्र विकल्पेन इति उक्तमस्ति, यत्र ऐकारः भवति तस्मिन् समये विकल्पेन इति अस्ति, यत्र विकल्पः अस्ति, अन्यथा किम् अस्ति, विभाषा लीयते इति कार्यं न करोति चेत् तत्र तु लै योगः इति स्थितौ एचोय वायावः इति भवति, लायि इति नूतनधातुः, तर्हि लायति इति अन्यत् रूपम्। तर्हि ली धातोः रूपद्वयं भवति सामान्यतः, प्रथमं तु नुक् रूपत्रयं भवति, यत्र नुकागमः लीलोर् नुक् लुक् वा अन्य लुकौ अन्यतरस्यां स्नेहविपातने इति अस्ति खलु, तर्हि यत्र तत्र तु ली इति स्नेहविपातने इति अर्थे ली आगच्छति चेत् तस्य तु नुक्कागमः भवति। नो चेत् यत्र सामान्यतः एव ली लिङ् इति धातुद्वयस्य यत्र अत्र तु लीयतेः इत्यनेन यक् प्रत्यान्तं रूपं षण् प्रत्ययः नास्ति इति महोदयेन दत्तमस्ति, तर्हि त्रयादिगणीय दिवादिगणीय द्वयोः अपि ग्रहणम् अस्ति। यदि षण् प्रत्ययः आगच्छति चेत् दिवादिगणस्य एव ग्रहणं भवति खलु, अत्र तथा नास्ति, यक् प्रत्ययः इति दत्तमस्ति, तर्हि यक् इति प्रत्ययेन द्वयोः अपि ग्रहणं भवति, द्वयोः अपि ली लिङ् द्वयोः अपि, तत्र किं भवति इत्युक्ते विकल्पेन एकस्मिन् पक्षे यत्र एजन्तरूपं प्राप्नोति तस्मिन् समये आकारान्तत्वं प्राप्नोति इति कृत्वा अन्ततो गत्वा कुकागमः भवति तस्य आकारं भूत्वा। यत्र यत्र विभाषा लीयते इति अन्यस्मिन् पक्षे विकल्पः अस्ति इति कृत्वा अन्यस्मिन् पक्षे सामान्यकार्यमस्ति एचोयवायवः इत्यनेन लाययति इति रूपं लाययति। ओके ओके, प्रश्नः अस्ति किम् भगिनी? मम एकः प्रश्नः अस्ति, अत्र अस्मिन्नेव करपत्रे वयं प्रथमपरिच्छेदं प्रति गच्छामश्चेत् तत्र अहं गच्छामि भगिनि। अस्तु भगिनि, गच्छतु भगिनि, क्षम्यतां विलम्बः। अत्र प्रथमपरिच्छेदे एकम् अन्तिमं पदमस्ति, दृश्यन्ताम् इति पदमस्ति, कर्मणि लोट् रूपम् अस्ति दृश्यन्ताम् इति। अत्र मम प्रश्नः तु कोऽपि सम्बन्धः नास्ति अत्र, किन्तु भिन्नप्रश्नः अत्र सा तत्र यस्य कस्यचिदपि धातोः कर्मणि लट् रूपं साधयितुमिच्छामश्चेत् इत्युक्ते धातोः कर्मणि लट् रूपं तत्र सार्वधातुके यक् इति सूत्रेण मध्ये यकारः आयाति, तदेव एकमेव सूत्रमस्ति वा? तत्र तत् सूत्रम् आधारीकृत्य यस्य कस्यापि धातोः कर्मणि लट् रूपं केवलं या इति योजयित्वा आत्मनेपदी रूपवत् यथा पठति पठ्येते तथा साधनीयं वा, नो चेत् इतोपि अन्यानि सूत्राणि सन्ति वा तत्र? भवत्याः प्रश्नस्य उत्तरं प्रेरणार्थे निच् इति समाप्य अस्माकम् अग्रिमविषयः अस्ति कर्मणि भावे च इति एव अस्ति. यक् प्रत्ययः भवत्याः प्रश्नस्य उत्तरमस्ति यक् इत्येव प्रत्ययः अस्ति भगिनि तत्र सर्वत्र. किन्तु यत्र यत्र अस्माकं किम् अस्ति आर्धधातुकप्रक्रिया वर्तते तत्र तत्र धातु आदेशः इति अनेके विषयाः वर्तन्ते. तर्हि अनेकत्र धातु आदेशाः भवन्ति. अनन्तरम् अस्ति किमस्ति सम्प्रसारण क्षम्यताम् धातु आदेशः इति सर्वं भवति. तस्मिन् विषये तस्मिन् करपत्रे पश्यामः इति. किन्तु एक प्रत्ययः एव भगिनि सर्वत्र तु एक प्रत्ययः आगच्छति. इत्युक्ते केवलं तत्र यकारं योजयित्वा तत्र पठ्येते तत्र तादृशरीत्या दृश्यते तादृशरीत्या तत्र ते इति भावकर्मणोः इति तत्र इत्युक्ते यथा आत्मनेपदिवत् तत्र ते इति रूपम् अन्ते आयाति तादृशरूपेण निर्मातव्यं वा पदं तत्र? सत्यं भगिनि तथा एव अस्ति. आं भगिनि अस्तु. यदि दिवादिगणीयधातुषु सर्वदा तत्र यकारः श्रूयते यथा मन्यते इति वदामश्चेत् तत् तादृशी स्थित्यां किं कर्तव्यं तत्र तत्र पूर्वम्? अत्र तु आर्धधातुकप्रक्रिया अस्ति खलु. अत्र आर्धधातुकप्रक्रियायां यत् शन् इति प्रत्ययः तु सार्वधातुक विषये एव आगच्छति खलु. अत्र तु यक् न आयाति शन् न आयाति एव आर्धधातुक एक प्रत्ययः आगच्छति. अस्तु अर्धधातुकप्रक्रिया अस्ति खलु. अस्माकं तु अधुना तु वयं तु यत्र लट् लोट् लङ् विदिर्निङ्ग् इति विषयः नास्ति अर्धधातुकप्रक्रियां पश्यामः. अस्तु. इत्युक्ते तत्र भिन्नसूत्राणि अथवा भिन्न धातुगणभेदः भिन्नकार्यं धातुगणभेदः न वर्तन्ते आर्धधातुकप्रक्रियायां. नूतनधातुः निर्मामः सनाद्यन्तदातवः इति सूत्रेण एक प्रत्ययं योजयित्वा तस्य तु क्षम्यताम् अत्र तु भावकर्मणि इति कृत्वा किमस्ति अत्र तु आं क्षम्यताम् अत्र तु आम् आर्धधातुकप्रक्रिया नास्ति इति एव अस्ति. आं भगिनि अस्तु. सार्वधातुक अस्ति प्रक्रिया अस्ति चेत् एव अस्माकं कर्तरी शप् इति सर्वम् आगच्छति खलु. अत्र तु आर्धधातुकः विषयः अस्ति. आं भगिनि धन्यवादः. धन्यवादः. अनन्तरं भगिनी अन्यत् किमपि पृष्टवती खलु भगिनी अग्रिमकरपत्रे यत्र अजन्तधातूनां विषये पृष्टवती खलु तत्र तु केवलम् अतोपदायाः इति क्षम्यताम् अतोलोपः इति एकं सूत्रमिति अस्ति इति मन्ये. अहं विस्मृतवती एकनिमिषं पश्यामि. किञ्चित् अग्रे कार्यमस्ति तत्र. क्षम्यताम् आम् अतोलोपः इति एकं सूत्रम् अस्ति. अनेन सूत्रेण आर्धधातुकप्रत्यये परे अकारस्य ह्रस्वकारस्य लोपः भवति इति कृत्वा हलन्तरूपं प्राप्नोति. किन्तु तत्र तु अग्रे पुनः किमपि अन्यत् विषयः अन्यः विषयः अपि अस्ति चर्चायाः आवश्यकः अस्ति तस्मिन् परिच्छेदे अग्रिमकरपत्रे पश्यामः. धन्यवादः भगिनि. बहु धन्यवादः. सर्वेषां धन्यवादः. शुभरात्रिः. शुभरात्रिः.